अस्तु आम् तर्हि गते सप्ताहे वयं तत्र लक्षणलक्ष्यविषये किञ्चित् तत्र भेदः तत्र गन्धवती पृथिवी अपि च गन्धवत्वं पृथिव्याः लक्षणम् इति वाक्यद्वयमस्ति चेत् तत्र भेदः कः इति दृष्टवन्तः. तत्र गन्धवत्वं पृथिव्याः लक्षणम् इति वाक्यमस्ति चेत् तत्र तत् किं सूचयति इत्युक्ते गन्धवत्वम् इति गुणः धर्मः पृथिव्याम् अस्ति इति तत्र आधार आधेयभावः सूचयति इति अपि अस्माभिः दृष्टं. तदनन्तरं तत्र त्व त्वल् आदि तत्र भावप्रत्ययः विषये अपि किञ्चित् चर्चा जाता. तत्र गन्धः गन्धवत्वम् इति तत्र समानस्तरीयः अस्ति इति अपि वयं परिशीलितवन्तः. तत्र घटः अथवा घटः घटवत्वम् इति चिन्तयामः चेत् तत्र घटः इति यः पदार्थः अस्ति स च पदार्थः वयं साक्षात् स्पर्शं कर्तुं शक्नुमः, तद् अस्ति इति निर्णेतुं कर्तुं शक्नुमः. परन्तु तत्र घटवत्वम् इति यदा अस्ति चेत्, यद्यपि तद् घटः घटवत्वम् इति समानस्तरीयः अस्ति चेदपि तादृश स्पर्शज्ञानं भवितुं न भवति तत्र. तदेव पुस्तकं पुस्तकत्वम् इति यदा भवति चेत् तत्रापि तादृशः एव तादृशस्थितिः एव अस्ति. तर्हि तत्र घटवत्वम् इत्युक्ते घटः इति वदामः चेत् तत्र किञ्चित् भ्रमः तदर्थं भवति एव. तर्हि तत्र किञ्चित् इतोपि अधिका चर्चा कुर्मः तस्मिन् विषये एव. तत्र विशेषणं विशेष्यम् इत्युक्ते किं, तत्र भावप्रत्ययः मतुप्रत्ययः एतादृशेषु विषयेषु इतोपि किञ्चित् स्पष्टज्ञानं प्राप्नुमः चेत् तत्र अस्माकं भ्रमः किञ्चित् अपगच्छति. तर्हि इदानीं सुन्दरः बालकः इति यदा वयं वदामः चेत् तत्र कीदृशभावः अस्ति तत्र सुन्दरः बालः इति कथनेन? प्रथमाविभक्ति एव अस्ति. विशेषणविशेष्यभावः. विशेषणविशेष्यभावः उत्तमं. राजीभगिनी यद् भवती उक्तवती अपि सम्यक् एव. तत्र प्रथमाविभक्ति एव अस्ति, परन्तु तत्र विशेष्यविशेषणभावः इति अस्ति. तर्हि तत्र विशेष्यं किं, विशेषणं किं? सुन्दरविशेषण सत्यं. तर्हि तत्र कथं वयं जानीमः तत्र विशेषणविशेष्यभावः अस्ति इति कथं वयं जानीमः? सुन्दरे इति गुणवत्वाचकः, तस्मात् सत्यं. महोदय किञ्चित् अग्रे गतवान् अस्ति इदानीं, परन्तु तत्र चिन्तयतु, तत्र किमपि वाक्यमस्ति तत्र कक्षायां सुन्दरः बालकः अस्ति इति वाक्यमस्ति चेत् तत्र सुन्दरः बालकः इति किमर्थं सुन्दरः इति पदं बालकपदस्य विशेषणं न कक्षायाम् इति पदस्य न? कक्षायां विभक्ति पृथक् सुन्दरविभक्ति पृथक् बालकस्य विशेषगुणं सूचयति सुन्दरः इति सुन्दरः विशेषणं. सत्यं, तदपि सत्यं, द्वयमपि सम्यक्. तत्र बालक इति पदस्य विशेषगुणं सूचयति, अपि च सुन्दरः सुन्दरः इति पदं बालकः इति पदस्य अनुकूला विभक्ति अस्ति अत्र, खलु? तर्हि तत्र वयं जानीमः तत् श्लोकं कोऽपि वक्तुं शक्नोति वा तत्र यद्लिङ्गं यद्वचनं विभक्तिः विशेषस्य तल्लिङ्गं तत्त्वजनं सा च विभक्तिः विशेषणस्य अपि अस्तु. तर्हि तत्र विशेष्य विशेषणम् इति अस्ति चेत् तत्र विभक्ति लिङ्गं वचनं तत्र सामान्यं भवति. तर्हि साम्यम् अस्ति, तर्हि तदर्थं तत्र समानविभक्तिकत्वं समान लिङ्गं समानवचनम् अस्ति, तर्हि वयं ज्ञातुं शक्नुमः तत्र विशेष्य विशेषणभावः अस्ति इति. तर्हि इदानीं चिन्तयतु तत्र घटः भूतले अस्ति इति वाक्यम् एव भूतलं घटवत् इति यदि वदामः चेत् तत्र अर्थमस्ति घटः भूतले अस्ति इति. तस्य एव अन्यशैली अस्ति भूतलं घटवत् इति. यदा वयं भूतलं घटवत् इति वदामः चेत् तत्र विशेषणविशेष्यभावः अस्ति वा? अस्ति ते अस्ति चेत् कः विशेषणं कः विशेष्यं किं चिन्तयन्ति? भूतलं विशेष्यं घटवत् विशेषणं वा? अस्तु, अन्ये किं वदन्ति? भूतलं घटवत् इत्युक्ते समानविभक्ति वा? घटवत् अपि प्रथमा भवती किं चिन्तयति? भूतलम् इति तस्य वचनं लिङ्गं विभक्ति किं तद् वदतु प्रथमं. भूतलं नपुंसकलिङ्ग प्रथमाविभक्ति. घटवत् घटवत् अपि नपुंसकलिङ्गे प्रथमाविभक्ति एव किल. तर्हि तत्र तत्र घटवत् विशेष्यं भूतलं विशेषणं वा? किमर्थं तथा वदति भवती? रामप्रिया भगिनी तु विपरीतरीत्या उक्तवती खलु, तर्हि भवती किमर्थं विपरीतं चिन्तयति किञ्चित् वदतु. भूतलम् अपि मृत् भवति, घटमपि मृत् भवति, अतः अहं तादृशं चिन्तितवती, न जानामि. वस्तुतः वयं भूतलम् इति विशेष्यं घटवत् इति विशेषणम् इति वदामः घटः भूतले अस्ति इति वाक्ये. परन्तु इदानीं तत्र चतुस्त्रिंशत्तमे पुटे पश्यतु. तत्र तृतीयं वाक्यमस्ति, तत्र प्रथमपरिच्छेदे तृतीयं वाक्यम् तद् रामप्रिया भगिनी भवती एव पठति वा? आं भगिनि. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. अग्रे घटः भूतलस्य विशेषणम् भूतलं विशेष्यम्. तर्हि तत्र पूर्वस्मिन् पुटे पश्यतु, तत्र चित्रमस्ति खलु, तत्र भूतलं घटवत् इति यद्वयं वदामः तस्य चित्रमस्ति. तर्हि इदानीं वदतु तत्र किम् उक्तमस्ति इति. घटः संयोगः भूतलम् अस्ति, भूतले घटः अस्ति चेत् भूतलं घटस्य विशेषणं. संयोगः न पुनः तद्वाक्यं पठतु यद् भवती पठितवती, तद्वाक्यं पुनः एकवारं पठतु. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, घटः भूतलस्य विशेषणम्. अस्तु, तर्हि इदानीं तत्र तत्र लिखितमस्ति घटः विशेषणं भूतलं विशेष्यम् इति विशेष्यम्. तर्हि वयं तु घटवत् इति पदं विशेषणम् इति उक्तवन्तः खलु, तत्र किञ्चित् विपरीतशैल्याम् अस्ति, भिन्न भिन्न तत् विषयः अस्ति खलु, तर्हि तत् कथम् इति अस्माकम् अवगन्तव्यम् अस्माभिः अवगन्तव्यं. तर्हि तत् करपत्रम् अस्ति वा भवतः? अस्तु, समीपे अस्तु. तर्हि सङ्ख्या कः? तत्र इदानीं करपत्रं भगिनि, तद् यद् महोदयेन प्रेषितं, तत्र ई पत्रं प्रेषितवान् खलु, तत्र जालपुटसङ्केतः अपि प्रेषितवान् अस्ति वा? अहं पश्यामि. अस्तु, तर्हि अस्तु. तर्हि सुमलता भगिनी, भवती शिष्यः भवतु, बालसुब्रह्मण्यमहोदय भवान् आचार्यः भवतु. तर्हि किञ्चित् प्रथमं पठामः, सम्पूर्णं पठित्वा किञ्चित् आस्वादनं कुर्मः, तदनन्तरं शनैः पठित्वा सम्यक् अवगमनस्य प्रयत्नं कुर्मः. तर्हि सुमता भगिनी पठति वा? आं भगिनि. श्रीमन् श्वेतरक्तादयः किं पुंसि एव सन्ति? श्वेता माला, श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते खलु? श्रूयन्तां नाम तेन का हानिः? श्वेतामाला इत्यादौ श्वेतादीनां विशेष्यनिघ्नता दृश्यते, भवता उच्यते पुंसि एव इति. सर्वदा मया स्मार्यते अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति. प्रसङ्गभेदात् अर्थाः अपि विद्यन्ते क्वचित्, अतः अर्थं निश्चित्य एव प्रश्नः करणीयः. तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति? आम्, अतः एव उभयविधम् उत्तरं सम्भवति. किं तत् अर्थद्वयम्? श्वेतादयः गुणवाचकाः, गुणवत् वाचकाः च अपि. अतः गुणवाचकत्वं गुणवत् वाचकत्वं च इति अर्थद्वयं तेषाम्. भवतः कथनस्य आशयः न अवगतः मया. पुष्पस्य वर्णः श्वेतः इति एतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः. श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः. गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः, तन्नाम विशेष्यनिघ्नता. आम्, श्वेतं पुष्पम् इत्यत्र श्वेतत्ववत् इत्युक्ते श्वेतत्वयुक्तं पुष्पम् इति अर्थः. अतः गुणवत् वाचकता इति उच्यते. यदा विशेष्यनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः, यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पम्. गुणवाचकत्वे तु पुंस्त्वमेव, प्रयोगः तु पूर्वं दर्शितः. अत्र प्रमाणं किम्? अमरकोशवाक्यम् अत्र प्रमाणम्. अमरकोशः वदति गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति इति. गुणवाचकत्वे शुक्लादीनां पुंसत्वं गुणिनां गुणवतां निर्देशावसरे ते विशेष्यनिघ्नाः इति तस्य तात्पर्यं खलु? शुक्लः पटः इत्युक्तौ विशेषनिघ्नता. पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्त्वं. प्रथमे उदाहरणे गुणिवाचकता, द्वितीये उदाहरणे गुणवाचकता. उत्तमं. तर्हि अस्तु, तर्हि किञ्चित् पुनः पठामः. क्रमशः पठित्वा किञ्चित् तत्र तत्र किम् अस्ति इति परिशीलयामः. तत्र अस्माकम् अभ्यासपुस्तके वयं पूर्वं पठितवन्तः, कोऽपि स्मरति वा तत्र रुचिवाचकाः शब्दाः इति? तत्र वाक्यम् आसीत् आम्रफलस्य रुचिः मधुरः, अथवा गुडस्य रुचिः मधुरः, मरीचिकायाः रुचिः कटुः इति तादृशानि वाक्यानि सन्ति. तर्हि अत्र पश्यामः चेत् तत्र रुचिः इति रुचिः अपि च वर्णः वर्णवाचकशब्दाः अपि च रुचिवाचकशब्दाः पश्यामः चेत् तत्र ते पुल्लिङ्गे अपि भवितुम् अर्हति, अपि च तत्र मधुरं शर्करम् अथवा मधुरं गुडम् इति लिङ्गभेदमपि तत्र भवितुं शक्नोति. तादृशस्थितिः एव अस्ति तत्र वर्णशब्दानां कृते अपि. तत्रापि तत्र पुष्पस्य वर्णः श्वेतः इति अपि वक्तुं शक्नुमः, श्वेतं पुष्पम् अथवा श्वेता माला, श्वेतः हारः इति अपि प्रयोगः अस्ति. तर्हि तत्र तयोः द्वयोः प्रयोगयोः मध्ये कीदृशभेदः अस्ति? तर्हि तत्र किमर्थं केषुचित् स्थलेषु पुंसि एव भवति, अन्येषु स्थलेषु तादृशं नास्ति, तत्र लिङ्गपरिवर्तनं भवति इति तत्र प्रश्नः अस्माकं मनसि आयाति खलु? तर्हि तस्मिन् विषये एव तत्र गुणवाचकशब्दः गुणवत्वाचकशब्दाः इति किमपि अस्ति, तद् परिशीलयामः चेत् आगच्छामः चेत् तत्र स्पष्टता जायते. तर्हि तत्र किञ्चित् क्रमेण पश्यामः. रामप्रिया भगिनी किञ्चित् आरम्भं करोति वा प्रत्येकं वाक्यं पठित्वा किञ्चित् वदतु. आं भगिनि, शिष्यः श्रीमन् श्वेतरक्तादयः किं पुंसि एव सन्ति. शिष्यः पृच्छति श्वेतरक्तवर्णाः किं पुल्लिङ्गे एव सन्ति इति. आचार्यः आम्, शिष्यः श्वेतामाला श्वेतं वस्त्रम् इत्यादयः प्रयोगः श्रूयन्ते खलु. माला स्त्रीलिङ्गपदं, श्वेतामाला श्वेतं वस्त्रम् इति लिङ्गभेदम् अस्ति वा इति पृच्छति आचार्यः. श्रूयन्तां नाम तेन का हानिः? तदा शिष्यः वदति श्वेतामाला इत्यादौ श्वेताधीनां विशेष्यनिघ्नता दृश्यते, भवता उच्यते पुंसि एव इति. श्वेतामाला अत्र तु स्त्रीलिङ्गपदमस्ति, परन्तु श्वेतादीनाम् इति पुल्लिङ्गपदमेव इति भवतः उच्यते किल, किमर्थम् इति सः पृच्छति. विशेष्यनिघ्नता इत्युक्ते किं भगिनि? विशेष्यनिघ्नता इत्युक्ते तत्र विशेष्येन अनुसृत्य तत्र अस्ति खलु, तत्र भेदः तत्र विशेष्य अनुगुणं तत्र श्वेतपदस्य लिङ्गभेदः भवति. तर्हि तत्र किमर्थं तादृशम् इति पृच्छति. आचार्यः वदति सर्वदा मया स्मार्यते अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति. अर्थभेदः अस्ति चेत् लिङ्गभेदः अपि लिङ्गादिभेदः सम्भवति इति अहं वदामि किल इति सः उक्तवान्. तत्र इत्युक्ते तत्र किञ्चित् उदाहरणं किमपि मनसि आगच्छति वा, तत्र कथं तस्य कथनस्य तत्र आशयः कः इति? इत्युक्ते तत्र वयं सर्वे जानीमः एव खलु, तत्र मित्रं मित्रः इति शब्दद्वयमस्ति. तत्र मित्रम् इति पदं नपुंसकलिङ्गे अस्ति चेत् अर्थः भवति सुहृद् इति, परन्तु तत्र मित्रः इति यदा सूर्यः पुल्लिङ्गे अस्ति चेत् तत्र सूर्यः इति अर्थः. तत्र लिङ्ग अर्थादि अर्थभेदः भवति चेत् तत्र लिङ्गभेदः अपि भवति इति भवति, तत्र तादृश भेदः सम्भवति इति प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते क्वचित्. अत्र प्रसङ्गभेदात् इत्युक्ते सन्दर्भानुसारेण सन्दर्भानुसारेण तत्र तत्र अस्मिन् सन्दर्भे कीदृशः अर्थः अपेक्षते इति दृष्ट्वा तादृशं पदमेव उपयोगं करणीयम् इति. ओ, विभक्ति अपि परन्तु अत्र तु मुख्य अंशः अस्ति लिङ्गः इति खलु, पदं तदनन्तरं विभक्ति अपि आगच्छति निश्चयेन, विभक्तिवचनं तत्सर्वमपि मनसि स्यात्. अतः अर्थं निश्चित्य एव प्रश्नः करणीयः. सो अर्थं निश्चित्य एव प्रश्नः करणीयः इत्युक्ते विशेषणविशेष्यम् आगच्छति इति. सत्यं सत्यम् इत्युक्ते तत्र चिन्तयतु, तत्र श्वेतं पुष्पम् इति यदा वदामः चेत् तत्र तत्र तु नपुंसकलिङ्गं भवति, अपि च पुष्पस्य वर्णः श्वेतः इति वदामः चेत् तत्र श्वेतः इति पुंसि एव भवति खलु. तर्हि तत्र किमर्थं तथा इति तत्र शिष्यस्य मनसि तत्र प्रश्नः स्फुरति. तर्हि सुनील् महोदय अग्रे पठति वा? आं भगिनि. इदानीं शिष्यः पृच्छति तन्नाम स्वेदादीनाम् अर्थद्वयम् अस्ति वा इति. स्वेद पदस्य अर्थद्वयम् अस्ति वा इति तस्य प्रश्नः. आचार्यः वदति आम्, अतः एव उभयविधम् उत्तरं सम्भवति. द्विविधम् उत्तरं सम्भवति इति इत्युक्ते तत्र यदा वयं पूर्वम् उक्तवन्तः खलु, श्वेतं पुष्पम् इति अपि सम्भवति, पुष्पस्य वर्णः श्वेतः इति अपि, अथवा श्वेता मालायाः वर्णः श्वेतः इति अपि वक्तुं शक्नुमः. पुनः पृच्छति किं तत् अर्थद्वयं. श्वेतादयः गुणवाचकाः गुणवद् वाचकाः चापि, अतः गुणवाचकत्वं गुणवत् वाचकत्वं च इति अर्थद्वयं तेषाम्. अस्तु, इदानीं गुणवाचकाः गुणवत् वाचकाः इत्युक्ते किम् इति किञ्चित् परिशीलयामः, तदनन्तरम् अग्रे चरामः. अस्तु, तर्हि गुणवाचकाः इत्युक्ते तत्र पुष्पस्य वर्णः श्वेतः इति यदा वाक्यं भवति चेत् तत्र पुष्पे विद्यमाना धर्मः अथवा गुणः अस्ति श्वेतः इति वर्णः खलु, तत्र वर्णः इति गुणः पुष्पे अस्ति, तर्हि तद् सः गुणः अस्ति श्वेतः इति. तादृशं यदा वदामः चेत् तत्र गुणवाचकः इति, तत्र पुष्पे विद्यमानगुणः अस्ति, तद्गुणं सूचयति गुणं कथयति तत् पदम् इति तत्र गुणवाचकपदम् इति. तत्र तादृशगुणवाचकपदम् अस्ति चेत् तद् गुणवाचकपदं पुंसि एव भवति, तद् नित्यलिङ्गपदम् अस्ति. तर्हि तत्र मालायाः वर्णः श्वेतः अथवा हारस्य वर्णः श्वेतः इति सर्वदा पुल्लिङ्गे एव भवति. अस्तु, इदानीं गुणवत् वाचकः इत्युक्ते कः? गुणवत् इति प्रथमं कीदृशं पदमस्ति? तत्र प्रत्ययः कः? मतुप्रत्ययः इत्युक्ते अर्थः कः अत्र? अस्य अस्मिन् वा, अस्य अस्मिन् वा इति. इत्युक्ते तत्र आश्रयः सूचयति खलु, तत्र गुणवत् इति तत्र गुणस्य आश्रयः सूचयति. तर्हि श्वेतवर्णस्य आश्रयः कश्चन अस्ति, यस्य वर्णः श्वेतः. श्वेतवर्णस्य आश्रयः कश्चन पदार्थः अस्ति, स च पदार्थः सूचयति गुणवत् इति यदा वदामः चेत्. स्पष्टं? तर्हि तादृश आश्रयः त्रिषु लिङ्गेषु अपि भवितुं शक्नोति. चिन्तयतु, तत्र माला इति अस्ति चेत् माला इति श्वेतस्य आश्रयः भवति चेत् श्वेता माला इति. तथा एव तत्र पुल्लिङ्गे हारः, नपुंसकलिङ्गे पुष्पम् इति त्रिषु लिङ्गेषु अपि रूपं सम्भवति. तर्हि गुणवत् इत्युक्ते अत्र श्वेतं पुष्पम् इति दृष्टान्ते, श्वेतः इति गुणः चेत् गुणवत् किम्? पुष्पम्. सत्यं? किमर्थं चेत् श्वेतवर्णस्य आश्रयः अत्र कः? पुष्पम्. तर्हि गुणवत् इति पुष्पम्. पुष्पे गुणः अस्ति इति. तत्र श्वेतं पुष्पम् इति वदामः चेत् श्वेतम् इति पदं किं सूचयति? पुष्पस्य गुणं सूचयति. इत्युक्ते तद् अस्ति तद् गुणवत् वाचकशब्दः. तर्हि तत्र गुणवत् पुष्पं सूचयति, गुणवत् श्वेतम् इति गुणयुक्तं पुष्पम् इति तद्वदति. अतः तत्र श्वेतं पुष्पम् इति यदा वदामः चेत् तत्र श्वेतम् इति गुणवत् वाचकशब्दः. भगिनी, एकः प्रश्नः, गुणवत् इत्युक्ते पुष्पं, यत् गुणवत् पुष्पं सूचयति तद्वाचकः, इत्यस्मात् कारणात् श्वेतं भवति गुणवत् वाचकशब्दम् इति वा? सत्यं. तर्हि तत्र गुणवत् इत्युक्ते गुणयुक्तम् अस्ति पुष्पं, श्वेतम् इति तद् सूचयति इति तत् गुणवत् वाचकम् अस्ति. स्पष्टम्? तर्हि गुणवाचकत्वं गुणवत् क्षम्यतां, गुणवाचकः गुणवत् वाचकः इति स्पष्टं वा? तत्र गुणवाचकः इत्युक्ते कः, गुणवत् वाचकः इत्युक्ते कः इति? गुणवाचकः इत्युक्ते गुणं सूचयति किल? हा, तर्हि भवती एव किञ्चित् इतोपि वदतु, तत्र किञ्चित् प्रतिपादयतु, गुणवाचकः इत्युक्ते कः, गुणवत् वाचकः इत्युक्ते कः इति. यदा श्वेतः पुष्पस्य वर्णः श्वेतः इत्युक्ते श्वेतः पुष्पस्य गुणः सूचयति इति, तद् गुणवाचकः श्वेतः. श्वेतं पुष्पम् इत्युक्ते पुष्पं गुणवत् भवति, गुणवत् वाचकः श्वेतं. गुणवत् सूचयति, अतः गुणवत् वाचकः इत्युक्ते सत्यम्. अन्यैः अपि स्पष्टं वा? वैट्नेस् अण्ड् वैट्, गुणः वैट्नेस् अण्ड् वैट्. गुणः इत्युक्ते तत्र तत्र वैट् इस् आल्सो गुण. अत्र वर्णविषये तथा भवति, तदेव तत्र वर्ण अपि च वर्णः अपि च रुचिवाचकशब्दाः पश्यामः चेत् तत्र तादृशवैलक्षण्यम् अस्ति, अन्यस्थलेषु तादृशवैलक्षण्यं नास्ति. तर्हि तत्र किञ्चित् शनैः गच्छेम, अथवा नो चेत् किञ्चित् भ्रमः जायते. तर्हि प्रथमम् इदानीं वर्णविषये पश्यामः. तर्हि तत्र वर्णविषये पश्यामः चेत् तत्र गुणः अपि च गुणवत् द्वयमपि तत्र श्वेतः अथवा श्वेतः इति वदामः चेत् तत्र श्वेतः इति गुणवाचकः पदमपि अस्ति, गुणवत् वाचकपदमपि अस्ति. अस्तु अस्तु, इदानीं नूतनविषयः आगच्छति, गुणवाचकत्वम् इति. अस्तु, तर्हि तत्र त्वम् इति प्रत्ययः कुत्र आगच्छति? तत्तु वयं गते सप्ताहे अस्माभिः दृष्टमेव. तत् कोऽपि स्मरन्ति वा? भावप्रत्ययः वा? हा, उत्तमं महोदय. इतोपि किञ्चित् अधिकं वदतु तत्र. यदा वयं भूतलं अथवा गन्धवती पृथिवी इति वदामः, तत्र गन्धवती इति मधुप्रत्ययः अस्ति. तत्र तस्य धर्मस्य भावः अपि आयोजनं करोति चेत् त्वा उपयुज्य गन्धवत्वम् इति पदं भवति इति वयं दृष्टवन्तः. उत्तमं, तर्हि तत्र अधोगमनम् उपरि गमनं तस्मिन् विषये अपि किञ्चित् वदति वा? तत्र मतुप् भावप्रत्ययः विषये तत्र अधः पृथिवी अस्ति, उपरि गन्धः, तस्य उपरि अस्ति तस्य धर्मः अधभावः गन्धवत्वम् इति. न, गन्धवत्वम् इति तत्र गन्धः गन्धवत्वम् इति समानस्तरः खलु? गन्धः अपि समम्. गन्धः इत्युक्ते गन्धः अस्ति, गन्धः तः वयं यदा अधोगमनं कुर्मः चेत् तत्र गन्धवत् इति मतुप्रत्ययः आगच्छति खलु? तर्हि तदनन्तरं भावप्रत्ययः उपयोगं कुर्मः चेत् उपरि गच्छति. उपरि गच्छति इत्युक्ते तस्मिन् अस्ति इति अर्थे खलु? तर्हि तत्र गन्धवत्वम् इति धर्मः गुणः पृथिव्याम् अस्ति इति अर्थे तत्र त्वम् इति प्रत्ययः भावप्रत्ययः उपरि गच्छति. तत्र भावप्रत्ययः त्रयम् अस्ति, त्वं, तल् अपि च श्यै इति. तत्र सुन्दरत्वं, सुन्दरता, सौन्दर्यम् इति समान अर्थशब्दाः इति वयं जानीमः एव खलु? तत्र सुन्दरत्वम् इत्युक्ते तत्र त्वम् इति भावप्रत्ययः, सुन्दरता इत्युक्ते तत्र थल् इति भावप्रत्ययः, सौन्दर्यम् इत्युक्ते तत्र श्यै इति भावप्रत्ययः. तर्हि तत्र अर्थः समानः एव, तत्र केवलं तत्र रूपभेदः अस्ति. तर्हि तत्र गुणवाचकत्वम् इति वदामः चेत् गुणवाचकत्वं कुत्र अस्ति? यथा गन्धवत्वम् इति गन्धवत् इति पदस्य भावः इति वदामः चेत् तर्हि गुणवाचकत्वम् इति कथनेन गुणवाचकत्वं गुणवाचके अस्ति किल. उत्तमं. गुणवाचकस्य भावः गुणवाचकत्वं. हा, गन्धवत्वम् इव, परन्तु इदानीम् अस्माकं विषयः अस्ति गुणवाचकः गुणवत्वाचकः इति, तर्हि तत्र गुणवाचकत्वम् इति. अस्तु, पुष्पा भगिनी भवती आगतवती खलु तत्र मध्ये. अस्तु, अन्य कोऽपि अस्ति वा यस्य नाम मम सकाशे नास्ति? नमस्ते भगिनि, पवनः इदानीमपि मार्गे अस्मि अहम्. हा, चिन्ता नास्ति महोदय, नमस्कारः, स्वागतम्. नमस्कारः. अन्य कोऽपि अस्ति वा? अस्तु, तर्हि पुष्पे श्वेतवर्णः अस्ति इति प्रयोगे श्वेतः इति वर्णः अथवा गुणः गुणवाचकशब्दः इति वयं दृष्टवन्तः. तर्हि तत्र पुंसी अस्ति, तर्हि तदा तत्र गुणवाचकत्वम् इति भावः तस्मिन् गुणवाचकशब्दे अस्ति. इत्युक्ते तत्र अस्मिन् वाक्ये पुष्पे श्वेत पुष्पे श्वेतः इति वर्णः अस्ति इति वाक्ये श्वेते तत्र गुणवाचकत्वं वर्तते. इत्युक्ते श्वेतस्य धर्मः तत्र गुणवाचकत्वम् इति. तर्हि तादृशस्थलेषु गुणवाचकत्वम् इति भावः अथवा धर्मः गुणवाचके अस्ति. सम्यक्. अस्तु, इदानीं गुणवत्वाचकः इत्युक्ते तत्र श्वेतं पुष्पम् इति उदाहरणं दृष्टवन्तः खलु. तर्हि तत्र तद् गुणवत् वाचकं पदं यदस्ति श्वेतम् इति, तद् वदति तत्र श्वेतः इति गुणः पुष्पे अस्ति इति तत्र तादृशसङ्केतं ददाति. तदर्थमेव तत्र गुणवत्वाचकः गुणवत्वाचकपदमिति. पुष्पमस्ति गुणवत्, तत्र गुणवत्वाचकपदमस्ति श्वेतम् इति. तर्हि तत्र गुणवत्वाचकत्वम् इति भावः गुणवत्वाचकपदे अस्ति. अत्र श्वेतं इति पदे अस्ति वा? पुनः वदतु, मया न अवगतं, क्षम्यता. गुणवत्वाचकत्वम् अत्र श्वेतम् इति पदे अस्ति वा? सत्यं सत्यम्. अस्मिन् सन्दर्भे तत्र श्वेतं पुष्पम् इति उदाहरणे गुणवत्वाचकत्वम् इति भावः श्वेतम् इति गुणवत्वाचक पदे अस्ति. इत्युक्ते गुणवद् वाचकत्वं श्वेतपुष्पे श्वेते अस्ति इति वा? सत्यं, श्वेतं पुष्पम् इति उदाहरणे गुणवत्वाचकत्वं श्वेते अस्ति. सत्यम् इत्युक्ते तत्र तत्र किञ्चित् अवधेयं ददातु, तत्र गुणवाचकत्वं गुणवत्वाचकत्वं द्वयमपि श्वेते सम्भवति, परन्तु युगपत् न. तत्र प्रयोगवशात् सन्दर्भ अनुसारेण एव वक्तुं शक्नुमः यत्र गुणवत् वाचकत्वं यत्र गुणवाचकत्वम् इति. तत्र पुष्पस्य वर्णः श्वेतः इति वदामः चेत् तत्र किं स्यात्? सुमलता भगिनी भवती वदतु. पुष्पस्य वर्णः श्वेतः इत्युक्ते तत् पुष्पस्य धर्मः अस्ति, गुणः अस्ति, तदर्थं गुणवाचकशब्दः अस्ति श्वेतः. श्वेतः गुणवाचकत्वं सूचयति. उत्तमं. तर्हि श्वेता माला इति अस्ति चेत् तत्र का स्थितिः? राजी भगिनी भवती वदति वा? श्वेता माला तत्र अपि मालायाः वर्णः श्वेतः तदपि गुणवाचकं भगिनी तथा मा चिन्तयतु मालायाः वर्णः श्वेतः इति अन्यप्रयोगः तत्र श्वेता माला इति प्रयोगः अस्ति चेत् तत्र तस्मिन् सन्दर्भे अस्माकम् इदानीं किञ्चित् चर्चा कृता खलु तदनुसृत्य वदतु तस्मिन् सन्दर्भे अपि गुणवाचकमेव सूचयति वदतु भगिनि अत्र गुणवत्वाचकत्वं श्वेता इति पदं गुणवत्वाचकत्वं सूचयति पूर्वं यथा भगिन्या उक्तं तत्र श्वेतः तु गुणवाचकत्वं सूचयति केवलं पदस्य भिन्नं केवलं यत् सूचयति इति अहं चिन्तयामि किन्तु तर्हि तत्र गुणवत्वाचकत्वम् इति इति तत्र श्वेते अस्ति खलु तत्र अथवा श्वेतायाम् अस्ति श्वेतामला इति उदाहरणे तर्हि तत्र इतोपि किञ्चित् वदति वा किमर्थं गुणवत्वाचकत्वं प्रथमं किमर्थं तत्र गुणवत्वाचकशब्दः अनन्तरं किमर्थं गुणवत्वाचकत्वम् इति प्रश्नः मम उद्दिश्य खलु भगिनि अत्र श्वेता माला इति अस्ति माले गुणः अस्ति गुणवत् भवति गुणः यत्र अस्ति तद् गुणवत् भवति श्वेता इति पदं गुणवत् मालायां सूचयति वाचकं रूपेण इत्यनेन कारणेन गुणवत् वाचकशब्दः भवति श्वेता अत्र यदा गुणवत् वाचकशब्दं सूचयति तस्मात् कारणात् गुणवत् वाचकत्वं तस्य सूचकत्वम् अस्ति श्वेता इति पदे उत्तमम् उत्तमं राजी भगिनी इदानीम् अवगतं वा भवती तत्र भेदः कः इति श्वेता माला अपि च मालायाः वर्णः श्वेतः इति द्वयोः प्रयोगयोः किञ्चित् पुनः वदतु भगिनि अस्तु तर्हि इदानीं रामप्रिया भगिनी भवती वदतु भवत्याः श्वेतामाला एव वा भगिनि हा श्वेता तत्र अन्य कोऽपि उदाहरणमपि स्वीकरोतु परन्तु भवती वदतु अन्य कोऽपि उदाहरणं तत्र भवत्याः उत्तरदायित्वम् अस्ति राजी भगिन्याः अवगमनम् श्वेतः श्वेतं वस्त्रम् इति स्वीकुर्मः वर्णः किल श्वेतं वस्त्रम् इत्युक्ते वस्त्रम् इति गुणवत् अस्ति वस्त्रे गुणवत् अस्ति श्वेतम् इति पदं गुणवत् वाचकः तदा अर्थमस्ति गुणवत् बोधयति या सूचयति इति श्वेतं वस्त्रम् अत्र श्वेते इति गुणवत् वाचकत्वम् अस्ति भगिनी अवगतवती वा तर्हि तत्र यदा वयं यदा भगिन्या उक्तं श्वेतं वस्त्रम् इति वदामः चेत् तत्र वस्त्रम् इति गुणवत् खलु वस्त्रं गुणवत् तर्हि वस्त्रं गुणवत् इति वदामः चेत् तत्र श्वेतम् इति पदं तत्र तादृश गुणवत्त्वं किम् इति सूचयति खलु तत्र श्वेतं वस्त्रम् इत्युक्ते तत्र गुणवत् वस्त्रस्य विषये सूचयति इति कारणात् तत्र गुणवत् वाचकशब्दः परन्तु वस्त्रस्य वर्णः श्वेतः इति वदामः चेत् तत्र श्वेतः इति यत् पदमस्ति तत् स्वयमेव गुणः खलु तत्र वर्णः इति यद् धर्मः अस्ति वस्त्रस्य तत् स्वयमेव सूचयति तत्र भेदः अवगतः वा भगिनि? आम् आम् भगिनि, किञ्चित् भ्रमः अस्ति, अहम् अन्य उदाहरणं वक्तुं वदतु महोदय. यदा नीलः घटः इति वाक्यमस्ति, तत्र गुणवत्वाचकः अस्ति नीलः, गुणवत्वाचकत्वं नीले भवति, गुणवत् घटे भवति. गुणवत् इति घटः खलु, घटः गुणवत् अथवा घटः गुणवान्, तदेव तदेव तदेव. तर्हि यदा अस्तु, इदानीं यदा गुणवत् वाचकत्वं श्वेते भवति इति चेत् तत्र तादृशस्थलेषु त्रिषु लिङ्गेषु अपि भवितुम् अर्हति. परन्तु यदा गुणवाचकशब्दः अस्ति चेत् तत्र केवलं पुंसि एव भवति. तर्हि तत्र यदा श्वेतः इति गुणः साक्षात् सूचयति चेत् तत्र सर्वदा पुंसि एव भवति. तत्र मालायाः वर्णः वा भवतु, वस्त्रस्य वर्णः वा भवतु, घटस्य वर्णः वा भवतु, उत्पीठिकायाः वर्णः वा भवतु, यस्य कस्यापि वर्णः भवति चेदपि तत्र पुंसि एव भवति. तत्र किमर्थं चेत् तत्र गुणवाचकशब्दः अस्ति चेत्. परन्तु गुणवत् वाचकशब्दः अस्ति चेत् तत्र यस्य गुणं सूचयति तस्य लिङ्गम् अनुसरति. इत्युक्ते तत्र उत्पीठिका अस्ति चेत् श्वेता उत्पीठिका अथवा नीला उत्पीठिका, नीलः घटः, नीलं वस्त्रम् अथवा नीलं पुस्तकम् इति तत्र लिङ्गमनुसरति. तदवगतं वा? अस्तु, तर्हि इदानीं सुनील् महोदय भवानेव पठतु अग्रे अपि. पूर्वम् अग्रे तत्र श्वेतायाः तस्मात् एव पठतु, तत्र पुनः पठामः चेत् तत्र आचार्यः वदति, श्वेतादयः गुणवाचकाः गुणवद्वाचकाः चापि, अतः गुणवाचकत्वं गुणवत् वाचकत्वं च इति अर्थद्वयं तेषां. तर्हि तद् इदानीं सम्यक्तया अवगतं खलु, तत्र तत् वाक्यद्वयस्य इदानीं गुणवाचकः अस्ति घटस्य वर्णः नीलः, गुणवत् वाचकः अस्ति नीलः घटः इति, तत्र गुणवत् वाचकः नीलः, गुणवत् वाचकत्वं नीले भवति, गुणवत् घटः इति. उत्तमम्. अग्रे शिष्यः, भवतः कथनस्य आशयः न अवगतः मया. आचार्यः, पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः, श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः. तत्र द्विविध तत्र भेदः अस्ति. पुष्पस्य वर्णः श्वेतः यदस्ति गुणवाचकः, तत्र श्वेतशब्दः गुणवाचकः इति. श्वेतं पुष्पम् इति चेत् तत्र श्वेतशब्दस्य शब्दः अस्ति गुणवत् वाचकः. शिष्यः, गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेष्य निघ्नता इति. गुणवत् वाचकत्वे तदस्ति श्वेतम् अत्र विशेषणत्वेन प्रयोगः तन्नाम विशेष्यनिघ्नता इति, अथवा अस्मिन् उदाहरणे गुणवत् वाचकत्वम् आसीत् श्वेतमिति, तद् विशेषणत्वेन प्रयोगं करोति, तस्य अन्यनाम अस्ति विशेष्यनिघ्नता इति. इत्युक्ते तत्र यदा वयं श्वेतं पुष्पम् अथवा श्वेतामाला इति वदामः चेत् तत्र विशेष्यं विशेष्य अनुगुणं तत्र श्वेतपदस्य रूपं भवति खलु. तर्हि तत्र श्वेतः इति पदं पुष्पमेव, पुष्पम् अथवा वस्त्रम् अथवा माला यत्किमपि भवतु तदेव सूचयति. तर्हि तत्र श्वेते विशेष्यनिघ्नता अस्ति इति, तत्र किं तत्र विषये तत्र श्वेत गुणवत्वाचकपदं तत्र विशेष अनुगुणं विशेष्यनुगुणं तत्र रूपं भवति इति. इत्युक्ते तत्र चिन्तयतु, श्वेतं पुष्पम् इति अस्ति चेत् पुष्पम् इति पदमपि पुष्पं सूचयति, श्वेतम् इति पदमपि पुष्पमेव सूचयति. सत्यं, तत्र श्वेतम् इति तत्र यद्गुणः भावः अस्ति तद् पुष्पे अस्ति इति, तत्र श्वेतम् इति अपि तत्र पुष्पमेव सूचयति. तर्हि तत्र श्वेतं पुष्पम् इति यदा अस्ति चेत् तत्र श्वेतत्वं कुत्र अस्ति? पुष्पे अस्ति. श्वेतत्वं श्वेते अस्ति खलु, श्वेतस्य भावः श्वेतत्वम्. वयं यदा गुणत्वं द्रव्ये अस्ति इति वदामः चेत् श्वेतत्वं पुष्पे अस्ति इति वक्तुं शक्नुमः न वा? श्वेतत्वं श्वेतं पुष्पम् इति द्वयम् अपि तत्र पुष्पमेव सूचयति. तर्हि तत्र श्वेतत्वं पुष्पे अस्ति इति वयं वक्तुं शक्नुमः, परन्तु तत्र श्वेतं पुष्पम् इति स्थितिः अस्ति चेत् तत्र श्वेतत्वम् इति यद्गुणः इति यद्भावः अस्ति तत् श्वेतस्य भावः एव खलु. गुणस्य भावः अत्र गुणे अस्ति, गुणिनी अस्ति खलु गुणस्य भावः. तर्हि तत्र श्वेतत्वम् इति भावः श्वेते अस्ति. तर्हि यदा पूर्वम् उक्तं गुणवत् वाचकत्वं यत्र अस्ति तत् सर्वदा विशेषणत्वम् अस्ति तत्पदे खलु, यथा तत्र विशेषणत्वम् इति मा चिन्तयतु, गुणवत्वाचकपदं त्रिषु लिङ्गेषु भवति इति चिन्तयतु. विशेषणस्य किमपि अत्र सम्बन्धः नास्ति. अहं चिन्तयामि यत्र गुणवत्वाचकत्वम् अस्ति तत्र विशेषणभावेन पुष्पम् इति विशेष्यनिघ्नता अस्ति इति. नो, यद्भवती वदति तत् सत्यमेव, परन्तु किमर्थम् अहं तदा उक्तवती इत्युक्ते इतोपि किञ्चित् अग्रे सरामः चेत् तत्र किञ्चित् भेदः आगच्छति. अद्य एव तदपि परिशीलयामः, परन्तु भवत्याः मार्गः तु सम्यक् एव, तादृश मार्गः एव. गुणवत्वाचकत्वम् इति तदर्थमेव उक्तवती त्रिषु लिङ्गेषु भवति इति चिन्तयतु इति इदानीम्. तर्हि तत्र पुष्पस्य वर्णः श्वेतः इति वदामः चेत् तत्र श्वेतः इति यद् गुणः अस्ति तत् साक्षात् पुष्पे भवति. तर्हि तत्र श्वेतत्वम् इति श्वेतं पुष्पम् इति वाक्ये श्वेतत्वम् इति धर्मः, पुष्पस्य वर्णः श्वेतः इति वाक्ये तु श्वेतः इति एव धर्मः. तर्हि श्वेतत्वं श्वेतः इति समानस्तरीयः अस्ति. तदर्थमेव तत्र श्वेतशब्दस्य अर्थद्वयं भवति, तत्र गुणवाचकशब्दः अपि च गुणवत्वाचकशब्दः इति. तत्र चिन्तयतु, श्वेतम् इति अस्ति चेत् तत्र भावप्रत्ययः उपयुज्य वयं श्वेतत्वम् इति वक्तुं शक्नुमः. अपि च तत्र मतुप् आगच्छति चेत् तत्र श्वेतत्ववत् इति, तत्र यदा श्वेतत्ववत् इति भवति तत्र भवति गुणवत् वाचकशब्दः. श्वेतत्वम् इति गुणः एव, तत्र श्वेतः अपि च श्वेतत्वम् इति समानस्तरीयः अस्ति. स्पष्टं वा? तत्र लिखतु, लिखन्ति चेत् तत्र किञ्चित् इतोपि सम्यक् भवति. तत्र तत्र पुटे अधोभागे प्रथमं श्वेतं पुष्पम् इति लिखतु, तर्हि प्रायः दक्षिणभागे श्वेतं पुष्पम् इति लिखतु, वामन तु तत्र वामनभागे तु तत्र केवलं पुष्पम् इति लिखतु. तर्हि तत्र प्रथमवाक्यं पश्यामः, पुष्पस्य वर्णः श्वेतः इति अस्ति चेत् तत्र वामभागे यद् पुष्पः अस्ति, तत् पुष्पम् अस्ति, तत् पुष्पे किम् अस्ति तदुपरि लिखतु. तत् पुष्पे किम् अस्ति, कोऽपि वदति वा? बालसुब्रह्मण्यं महोदय वदतु. श्वेतः इति उत्तमं. तर्हि तत्र तत्र वाक्यमपि लिखतु, वामभागे पुष्पस्य वर्णः श्वेतः इति अस्ति चेत् तत् अधोभागे पुष्पं, पुष्पस्य उपरि भवति श्वेतः इति. इदानीं दक्षिणभागे अस्ति श्वेतं पुष्पम् इति खलु, तर्हि श्वेतं पुष्पे तत्र कीदृशधर्मः अस्ति? सुनील् महोदय भवान् वदति वा? तत्र गुणवद्वाचकः. सत्यं. तर्हि तत्र कीदृश कीदृशभावः अस्ति? श्वेतत्वम् अस्ति. उत्तमम्. अस्तु, इदानीम् अवगतं वा? तत्र श्वेतत्वम् अपि च श्वेतम् इति अस्तु. इदानीं श्वेतत्ववम् इति उपरि गमनार्थं श्वेतत्ववं, क्षम्यतां, श्वेतत्वम् इति अस्ति खलु, क्षम्यतां, श्वेतत्वम् इति अस्ति. तर्हि अत्र अधोगमनार्थम् अतुप्रत्ययः उपयोगं कर्तुं शक्नुमः खलु, तत्र अधोगमनार्थम् अतुप्रत्ययः उपयोगं कुर्मः चेत् तत्र किं भवति? श्वेतत्ववत्. तर्हि श्वेतत्ववत् इति इदानीं किं सूचयति? पुष्पमेव खलु, तत्र यद् गुणवत् वाचकपदमस्ति तदेव सूचयति. इदानीं स्पष्टं वा तत् यद् मया पूर्वम् उक्तम्? तूष्णीं, सर्वे तूष्णीं तिष्ठति चेत् तिष्ठन्ति चेत् किञ्चित् मम भ्रमः भवति. बहु अधिकपदम् अस्ति किल, तदेव कारणम्. आमां, तदर्थमेव उक्तवती तद् लिखन्तु इति. तत्र चित्रम् इव लिखित्वा चिन्तयामः चेत् तत् सम्यक् उपरि किमर्थं चेत् तत्र उपरिगमनम् अधोगमनं तत् सर्वं तत्र किञ्चित् सारल्यं भवति यदा वयं चित्रं रचयामः चेत्. श्वेतत्वं श्वेतत्ववत् इदानीं सम्यक् वा? श्वेतत्ववत् इत्युक्ते कः इति? श्वेतवर्णे श्वेतत्वम् अस्ति. श्वेतत्ववत् पुष्पं भवति. सत्यं श्वेतत्ववत् तत्र श्वेतं पुष्पम् इति आकारः अस्ति चेत् तत्र श्वेतत्ववत् इति पुष्पं सूचयति. इत्युक्ते गुणवत् पुष्पं गुणवत् इति वयं पूर्वं निर्दिष्टवन्तः खलु. गुणवत् तथा गुणत्ववत् इति एकमेव सूचयति खलु भगिनि? गुणवत् अथवा गुणत्ववत् यथा वयं श्वेतत्ववत् इति गुणत्ववत् खलु अत्र किमर्थं चेत् अत्र श्वेतत्वं किमर्थं चेत् अत्र एकक्षणं भगिनि क्षम्यतां. तत्र श्वेतत्वम् इति श्वेतम् इति यदस्ति तद् गुणवत् पदं गुणवत्वाचकशब्दः अस्ति खलु साक्षात् गुणः न. आम् श्वेतम् इति गुणवत्वाचकशब्दं श्वेतत्ववत् अपि गुणवत्वाचकशब्दं श्वेतं सब्स्टिट्यूट् श्वेतत्वं श्वेतः तर्हि तत्र श्वेतः तत् केवलं वर्णविषये अपि च रसवाचकशब्दानां तत्र तादृशस्थितिः तत्र गुणः अपि च गुणवत् वाचकपदं तत्र समानं भवति. अन्यस्थलेषु तादृश स्थितिः न. अस्तु तर्हि सुमलता भगिनी भवती अग्रे पठति वा? क्षम्यतां महोदय, गतसप्ताहे वयं पठितवन्तः मत्वर्तीयात् भावप्रत्ययः प्रकृत्यर्थं गमेति इति तस्य प्रसक्तिः अत्र अस्ति वा? तदेव खलु तत्र पश्यतु श्वेतम् इति गुणवत् शब्दं तत्र भाव अपि च मतु उपयुज्य पुनः तदेव तत्र गुणवत् एव आगच्छति खलु. श्वेतवत् सदु. अस्तु सुमलता भगिनी अग्रे पठतु. यदा तत्र वा भगिनि? यदा विशेष्यनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः यथा श्वेतः हारः श्वेता माला श्वेतं पुष्पम्. वयं चर्चितवन्तः गुणवत्वाचकं यदा भवति तदा विशेष्याम् अनुसृत्य लिङ्गभेदः रूपभेदः भवति इति. तत्र अत्र उदाहरणानि अपि दत्तानि. श्वेतः हारः हारः पुल्लिङ्गे अस्ति तदर्थं श्वेतः अपि पुल्लिङ्गं भवति. श्वेता माला स्त्रीलिङ्गमस्ति. श्वेतं पुष्पं नपुंसकलिङ्गे अस्ति. अग्रे गच्छतु भगिनि. गुणवाचकत्वे तु पुंसत्वम् एव प्रयोगः तु पूर्वं दर्शितः. अग्रे तत् स्पष्टं स्यात् तर्हि. अत्र प्रमाण उदाहरणं दत्त्वा अग्रे गच्छतु. तत्र प्रयोगस्य उदाहरणं दत्त्वा अग्रे गच्छतु. पुष्पस्य वर्णः श्वेतः इत्युक्ते तत्र श्वेतः इति सर्वदा पुल्लिङ्गे एव भवति. अत्र प्रमाणं किम्? अमरकोशवाक्यम् अत्र प्रमाणम्. अमरकोशः वदति गुणे शुक्लादयः पुंसि गुणि लिङ्गाः तु तद्वति इति. अमरकोशवाक्यमस्ति गुणे शुक्लादयः इत्युक्ते तत्र एकक्षणं भगिनि अहं किञ्चित् वदामि. अत्र तत्र शुक्लादयः इति यदा गुणे गुणभावे अस्ति चेत् तत्र सर्वदा पुंसि एव भवति इति, तत्तु वयं पूर्वं निर्दिष्टमेव. तत्र गुणिलिङ्गाः इत्युक्ते तत्र समस्तपदमस्ति इत्युक्ते तत्र गुणिनः लिङ्गम् इव लिङ्गं यस्य भवति यस्य सः इति गुणिलिङ्गाः. तत्र तत्र तद्वति इति तत्र तद् इति तत्र तद्वति पदे तत्र तद् इति तत्र गुणमेव सूचयति. तत्र तद्वति इत्युक्ते गुणवत् गुणवती इति चिन्तयामः. तत्र गुणवती इति सप्तमी अन्तं पदं. तत्र गुणवत् इति मतुप्रत्ययः गुणवती इति इत्युक्ते तत्र गुणिवाचकत्वे सति अथवा गुणवती इति. तत्र तादृश स्थितिः अस्ति चेत् तत्र गुणिनः लिङ्गं यदस्ति तदेव स्वीकरोति इति. इत्युक्ते तत्र गुणवाचकपदम् अस्ति चेत् तत्र सर्वदा पुंसि एव स्यात्. गुणवत्वाचकपदम् अस्ति चेत् तत्र यद् गुणिनः लिङ्गम् अनुसरति इति. तर्हि तत्र अस्तु भगिनि, अग्रे पठित्वा तत्र सम्पूर्णं करोतु. गुणवाचकत्वे शुक्लादीनां पुंसत्वं यदा भवती उक्तवती गुणवाचकत्वे सर्वदा पुंसत्वं भवति वर्णाः सन्ति अथवा वर्णवाचकाः अथवा रसवाचकाः सन्ति चेत् गुणिनां गुणवतां निर्देशावसरे ते विशेष्यनिघ्नाः इति तस्य तात्पर्यं खलु. गुणिनाम् इत्युक्ते यस्मिन् गुणि गुणः अस्ति गुणवतां यस्मिन् गुणः अस्ति तेषां सूचयितुं यदा उपयोगं कुर्मः तत्र विशेष्यनिघ्नाः विशेष्यम् अनुसरोति गुणिनम् अनुसरोति इति. सत्यं, तत्र गुणिनां गुणवताम् इति द्वयोः समानः एव. तत्र गुणीन् इति तत्र इनि प्रत्ययः, गुणवत् इत्युक्ते तत्र मतु प्रत्ययः, तदेव भेदः. शुक्लः पटः इत्युक्तौ विशेष्यनिघ्नता. पटः पटम् अनुसृत्य शुक्लः इति भवति. शुक्लः पटः इत्युक्ते विशेषणविशेष्यभावः अस्ति. विशेष्यम् अनुसृत्य रूपभेदमस्ति. पटस्य शुक्लः इति प्रयोगे कृते तु पुंसत्वं. पटस्य वर्णं सूचयति चेत् शुक्लः इति एव भवति. वस्त्रस्य वर्णः वा पटस्य वर्णः वा शुक्लः इति प्रयोगे पुंसत्वमेव भवति. प्रथमे उदाहरणे गुणिवाचकता, द्वितीये उदाहरणे गुणवाचकता. वयं चर्चितवन्तः शुक्लः पटः इत्युक्ते पटं सूचयति शुक्लवर्णं. गुणिवाचकम् अस्ति गुणिं सूचयति गुणिन् द्वितीयविभक्ति किम् अस्ति गुणिनं सूचयति. द्वितीये उदाहरणे गुणवाचकता अस्ति गुणं सूचयति. उत्तमं. तर्हि तत्र यथा अहं वारं वारम् उक्तवती तत्र वर्णरस वाचकशब्दाः तेषां कृते तादृश वैलक्षण्यम् अस्ति, यतोहि ते उपरि अपि स्थातुं शक्नोति, इत्युक्ते पुष्पे श्वेतः इति उपरि अपि स्थातुं शक्नोति आधारादेय भावे, अथवा श्वेतं पुष्पम् इति तत्र समानस्तरे अपि उपवेष्टुं शक्नोति. तदस्ति एकः मुख्यांशः. अस्तु, इदानीं किञ्चित् विशेषणविशेष्यविषये, तत्र विशेषणम् इत्युक्ते किं, विशेष्यम् इत्युक्ते किम् इति किञ्चित् पठेम. तत्र विशेषणविशेष्यम् इति यदा वदामः चेत् तत्र द्वयमपि तत्र शब्दसम्बद्धं नास्ति, तत्र अर्थसम्बद्धविषयः अस्ति. इत्युक्ते किम् इत्युक्ते तत्र उदाहरणं पश्यामः. तत्र उन्नतः वृक्षः इति अस्ति चेत् तत्र वृक्षः इति यत् पदम् अस्ति तत् साक्षात् वृक्षः नास्ति खलु. इत्युक्ते तत्र यत् बहिर्गत्वा अथवा उद्याने किमपि वृक्षः अस्ति चेत् तदेव वृक्षः. वृक्षः उन्नतः वृक्षः इति यत् वदामः चेत् तत् वृक्षपदं तद् तद्वृक्षं सूचयति यद् वृक्षः बहिः अस्ति तदेव विशेष्यः विशेष्यमस्ति. वृक्षः इति यत् उन्नतः वृक्षः इति वदामः चेत् तत् वृक्षः इति पदं तद् विशेष्यं सूचयति. सत्यं, यः पदार्थः अस्ति यं वयं द्रष्टुं शक्नुमः सः विशेष्यः. यत् पदम् अस्ति तद् विशेष्यं न, परन्तु विशेष्यवाचकपदम् अस्ति. तर्हि उन्नतः वृक्षः इति वदामः चेत् वृक्षः इति तत् स्वयं विशेष्यं न, परन्तु विशेष्यवाचकपदम्. विशेष्यमस्ति यत् साक्षात् वृक्षः अस्ति अस्माकम् उद्याने वा बहिर्वा यत्र कुत्रापि, तदेव अस्ति विशेष्यम् इति. तत्र विशेष्यः इत्युक्ते यं विशेष्यते इति एव, तत्र यं विद्यते विशेष्यते तदेव अस्ति विशेष्यः. तद् तद् विशेष्यवाचकशब्दः तं पदार्थं सूचयति. विशेषणम् इत्युक्ते इदानीं तत्र विशेषम् इत्युक्ते यः पदार्थः अस्ति तदेव विशेष्यम्. विशेषणम् इत्युक्ते येन विशेष्यं भिद्यते तद्विशेषणम् अस्ति. इत्युक्ते तत्र बहवः वृक्षः सन्ति चेत् बहिरस्ति, तर्हि तत्र एकः वृक्षः अन्यवृक्षात् पृथक् कर्तुं इच्छन्ति चेत् तत्र वयं इच्छामः चेत् तत्र वयं तत्र उन्नतः वृक्षः इति वदामः खलु. तर्हि तत्र उन्नतः इति यत् पदम् उपयोगं कुर्मः तेन पदेन वयं तादृशवृक्षस्य पृथक् कर्तुं शक्नुमः. तर्हि तत्र अयं वृक्षः उन्नतः इति तत्र वक्तुं शक्नुमः. परन्तु तत्र चिन्तयतु, वृक्षे यद् गुणः अस्ति तदस्ति औन्नत्यम् इति. उन्नता, उन्नतत्वम् अथवा औन्नत्यम् इति तादृश औन्नत्यम् इति गुणेन एव वृक्षः भिद्यते. उन्नतः इति यद्वयं पदम् उपयोगं कुर्मः तत् विशेषणं सूचयति, परन्तु स्वयं विशेषणं नास्ति. इत्युक्ते तद् विशेषणवाचकपदं स्वयं विशेषणं नास्ति. हा, स्वयं विशेषणं नास्ति, वृक्षे स्थितं यद् औन्नत्यम् इति भावः अस्ति इति यद् गुणः अस्ति येन वृक्षः विद्यते तं सूचयति. इत्युक्ते वृक्षः इति उन्नतः वृक्षः इति वदामः चेत् तत्र वृक्षः इति यत् पदम् अस्ति तद् विशेष्यवाचकपदमस्ति, उन्नतः इति यत् पदमस्ति तद् विशेषणवाचकपदमस्ति. अस्माकं तु पूर्वं तत्र विशेषणविशेष्यभावः यद्लिङ्गं यद्वचनं तत्सर्वं पठितवन्तः खलु, महोदयेन अपि उक्तं तत्सर्वं दोषः इति न, परन्तु तत् प्रायः चिन्तयतु तत् प्रथमसोपानम् इति. इदानीं किञ्चित् अग्रे गत्वा वयं द्वितीयसोपाने स्मः, तर्हि तत्र विशेषणं विशेष्यम् इत्युक्ते किम् इति तत्र पृष्ठभूमिः तथा अस्ति. तत्र विशेष्यम् इत्युक्ते यद् वयं विशेष्यम् इति वस्तुतः वदामः तत् स्वयं विशेष्यं न, परन्तु विशेष्यवाचकपदम्. तथैव विशेषणम् इति यद् वयं वदामः तत् स्वयं विशेषणं न, परन्तु विशेषणवाचकपदम् इति. तत्र विशेषणम् इति यदा वदामः चेत् तत् तस्मिन् स्थिते गुणेन विद्यते, तत् तद्गुणं सूचयति तद्विशेषणवाचकपदम्. तर्हि तत्र इदानीं उन्नतः वृक्षः अथवा सुन्दरः बालकः इति यद्वयं प्रथम उदाहरणं दृष्टवन्तः, तत्र सुन्दरः बालकः इति अस्ति चेत् तत्र बालके सौन्दर्यम् इति गुणः अस्ति, अथवा सुन्दरता इति गुणः, अथवा सुन्दरत्वम् इति गुणः अस्ति. तर्हि तादृशगुणेन एव बालकः विद्यते इति, तादृशगुणः एव विशेषणम्. तदर्थमेव तत्र अस्माकं रामप्रिया भगिनी पठितवती खलु, तत्र भूतलं गतवत् इति वाक्ये तत्र विशेषणं किम्? इदानीं रामप्रिया भगिनी भवती एव वदतु. अत्र इदानीं घटः विशेषणं, भूतलं विशेष्यम्. उत्तमं. तर्हि तत्र अत्र भूतलम् इति अत्र यदस्ति तद् अन्यभूतलेषु अन्यभूतलेभ्यः विद्यते घटेन. तर्हि तत्र तत्र भूतलं घटवत् इति आकारः अस्ति चेत् तत्र यद् भूतलं घटवत् अस्ति तद् अन्येभ्यः भूतलेभ्यः घटेन विद्यते इति तत्र घटः विशेषणं. भूतलम् इति यत् अत्र भूतलम् अस्ति यस्मिन् घटः अस्ति तद्विशेष्यम्. तर्हि तत्र गुणवा इदानीं किञ्चित् अस्माकं बिन्दुद्वयं दृष्टवन्तः खलु, तत्र एकः अस्ति गुणवाचकः गुणवत्वाचकः इति, द्वितीयमस्ति विशेषणम् इत्युक्ते किं, विशेष्यम् इत्युक्ते किम् इति. तत्र गुणवाचकपदं शब्दाः त्रिविधाः सन्ति. तत्र कानिचन पदानि केवलं गुणवाचक पदानि भवति, यदा बलं, शक्तिः, धैर्यं इति. तत्र बालके धैर्यम् अस्ति इति एव प्रयोगः साधु खलु, बालकः धैर्यम् इति वक्तुं न शक्नुमः. द्वितीयम् अस्ति केवलं गुणिवाचकपदम् इत्युक्ते तत्र उन्नतः वृक्षः, विशालः देशः, सुन्दरः बालकः इति. तत्र बालके सुन्दरः अस्ति इति तादृशप्रयोगः साधुना, तत्र केवलं सुन्दरः बालकः इति. तत्र उभयविधप्रयोगः अपि भवति कानिचन पदानि, यथा वयं पूर्वं दृष्टवन्तः वर्णरसादि वाचकशब्दाः अस्ति चेत् तत्र नीलः पुस्तक क्षम्यतां नीलः घटः इति अपि सम्यक् भवति. घटे नीलः अस्ति अथवा तत्र घटस्य वर्णः नीलः इति अपि वक्तुं शक्नुमः. तर्हि तत्र धैर्यम् इति अथवा बलम् इति अस्ति चेत् तत्र मतु प्रयोगं कुर्मः चेत् तत्र बालकः धैर्यवान् अथवा बालिका धैर्यवती इति तत्र मतु प्रयोगं कुर्मः चेत् तत्र अधोगमनं भवति खलु. तत्र गुणः बालके धैर्यम् इति गुणः उपरि अस्ति, बालके अस्ति, मतु प्रयोगं कृत्वा बालकः धैर्यवान् इति वक्तुं शक्नुमः. तथैव तत्र उन्नतः वृक्षः इति अस्ति चेत् तत्र द्वितीयप्रयोगं कथं भवितुं शक्नोति? उत्तमं. तर्हि तत्र वृक्षे उन्नता अस्ति अथवा वृक्षे औन्नत्यम् अस्ति, वृक्षे उन्नतत्वम् अस्ति इति वक्तुं शक्नुमः. भगिनी, धैर्यवान् इति विषये धीरः बालकः यदि वयं प्रयोगं कुर्मः चेत् तत्र तत् उभय न, तत्र धीरः बालः इति अस्ति चेत् तस्य भावः धीरः बालः, परन्तु बालके धीरः अस्ति इति न वक्तुं शक्नुमः खलु. तत्र किमपि अन्यप्रत्ययः आगत्य रूपपरिवर्तनं भवति. बालके धीरत्वम् अस्ति इति वक्तुं शक्नुमः किल? बालके धीरत्वम् अस्ति इति वक्तुं शक्नुमः, परन्तु बालके धीरः अस्ति इति वक्तुं न शक्नुमः खलु. पदं यथा परिविकल्पयति, यदा उन्नतः वृक्षः अपि वयं वृक्षे उन्नता अस्ति इति वक्तुं शक्नुमः, न तु वृक्षे उन्नतः अस्ति इति साधुप्रयोगः न. उन्नतता खलु, उन्नतता अस्ति वृक्षे, उन्नतता अस्ति इति तत्र भावप्रत्ययः किमपि उपयुज्य तथा वक्तुं शक्नुमः. तत्र गुणवाचकपदम् अस्ति चेत् तत्र मतुपर्ते यत्किमपि प्रत्ययः भवतु, तत्र ऐणि प्रत्ययः वा मतुप्रत्ययः वा यत्किमपि उपयोगं कृत्वा तत्र किं वदामि, तत्र विशेष्यविषये वक्तुं शक्नुमः. तथैव तत्र गुणिवाचकशब्दाः अस्ति चेत् तत्र भावप्रत्ययः उपयुज्य तत्र अपरस्मिन् शैल्यामपि वक्तुं शक्नुमः. एकक्षणं पुष्पा भगिनी, एकक्षणं क्षम्यताम्. यथा धैर्यवान् अथवा उन्नतता औन्नत्यम् इति सत्यम्. आं पुष्पा भगिनी, इदानीं पृच्छतु. धैर्यत्वम् अपि उपयोगं कुर्मः? न, धैर्यम् इति एव भावः खलु. तर्हि तत्र धैर्यत्वम् इति किमर्थं स्यात्? तत्र त्वं प्रत्ययः धैर्यवान् इति अथवा धीरः इति सत्यम्. तत्र धैर्यत्वम् इति उपयोगं प्रायः यत्र कुत्रापि कर्तुं शक्नुमः, परन्तु तादृश अत्र अस्माकं यद् इष्टार्थः अस्ति तादृश अर्थः न सम्भवति खलु धैर्यत्वम् इति. तत्र धैर्यम् इत्येव भावः अस्ति, तर्हि तत्र धैर्यत्वम् इति धैर्यस्य भावः इति किमर्थं स्यात्? धैर्यत्वम् अस्ति, न बालके धैर्यम् अस्ति, धैर्यम् इति भावः, बालकः धीरः, बालके धैर्यम् अस्ति. अस्तु उत्तमं, तर्हि इदानीं स्पष्टं सुन्दरम्. अस्तु क्षम्यतां, सुमलता भगिनी प्रश्नः आसीत् वा? वाचकता अस्ति चेत् वाचकत्वं आल् पार्ट्स् आफ् स्पीच् हेव् इट् भगिनी खलु. नामवाचकं संज्ञा अस्ति चेत् तदपि किम् अन्यत् किमपि पदार्थम् अथवा किमपि सूचयति खलु. क्षम्यतां भगिनी, भवत्याः प्रश्नः न अवगतः मया. वयं चर्चितवन्तः विशेष्यम् इत्युक्ते विशेष्यवाचकमेव, तत् विशेष्यं विशेष्यम् इति पदार्थं सूचयति खलु. तत् अहं चिन्तितवती आल् पार्ट्स् आफ् स्पीच् हेव् इट् इति. आम् सत्यं, तद् ऐ मीन् तदेव तत्र भाषायाः विशेषः खलु. तत्र भाषा तु केवलं तत्र भाषायां यद् यद् या ये शब्दाः सन्ति तेन वयं सर्वदा तत्र सूचनमेव कुर्मः खलु. तत्र स्वयं इत्युक्ते तत्र सुमलता इति यदा वयं एकस्मिन् कागिदे लिखामि चेत् तत् वस्तुतः सुमलता नास्ति खलु, भवती एव सुमलता अस्ति. तत् यद्वयं सुमलता इति लिखामि चेत् यत्र कुत्रापि तत्र सुमलता इति पदं भवतीं सूचयति, परन्तु तत् स्वयं भवती न. हा, सुमलता इति अपि वयं चर्चितवन्तः खलु कुमारसम्भवे, यदा नाम अपि वदामः चेत् तत् अहं न भवामि इति. हा, तत्तु किञ्चित् इतोपि अधिकस्तरे अस्ति सत्यम्. अस्तु अस्तु, तर्हि अत्र स्थगयामः. तत्र चिन्तयन्तु सर्वे तत्र, अपि च महोदयस्य मुद्रणमपि शृण्वन्तु. प्रश्नः अस्ति चेत् आगामिनि कक्षायां चर्चा कुर्मः. धन्यवादः, धन्यवादः. धन्यवादः.